सर्वेषां नमस्कारः. यङ्लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि इति रूपाणि इति करपत्रं प्रवर्तमानम् अस्ति. तर्हि अधुना महोदय, गते सप्ताहे तु गतवर्गे तु मङ्गलवासरस्य वर्गे ब्रश् धातोः प्रच् अनन्तरं त्यज् ब्रज् इति धातूनां रूपाणि साधितवान् इति मन्ये. तदेव वयमपि कुर्मः. तर्हि अत्र ब्रश् इति, तर्हि वयं तु अधुना हलन्त यङ्लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि इत्यस्मिन् परिच्छेदे स्मः खलु. तत्र ब्रश् इति आगच्छति. अस्तु, कुर्मः तर्हि ब्रश् इत्यस्य. अस्तु, प्रथमं तु तिङन्तरूपं साधयित्वा तदनन्तरं वयं पश्यामः. हेमा भगिनी वक्तुम् इच्छति वा यङ्लुगन्तधातु कथं निर्मीयते इति, ब्रश् इत्यपि स्मारयति वा? तत्र धातुनिर्माणं वा भगिनि? प्रथमं तत् कृत्वा अनन्तरं रूपाणि साधयामः. तर्हि तत्र ब्रश् इति धातुः अस्ति. ब्रश् मध्ये नमस्कारः भगिनि. ब्रश् मध्ये तु प्रथमं मूले सकारः आसीत्, दन्त्यसकारः. दन्तसकारस्य चकारस्य प्रभावेण तत्र श्चुत्वम् अभूत्, अपि च ब्रश्च् इति धातुः आगतम्. तर्हि ब्रश्च् इदानीं एकः एव स्वरः वर्तते, अपि च एकाच् धातोः किमासीत् तत्र सूत्रमेकवारं स्मारयतु भगिनि. एकाच् धातोः न हलादे धातोः समभिहारे यङ् इति अस्ति. तर्हि तत्र एकः एव अच्वर्णः अस्ति, अपि च तत्र द्वित्वं भवति संयङ्गोः इति कृत्वा तत्र ब्रश्च् ब्रश्च् इति भवति. ब्रश्च् ब्रश्च् इति यदा भवति तत्र हलादिशेषः इति कृत्वा वकारः तिष्ठति, अपि च अन्ये हल् वर्णाः सर्वे लिप्यन्ते. तर्हि तत्र बव्रश्च् इति भवति. अत्र गृहीज वयि व्यधि इत्यस्य कार्यं भगिनि? तस्य कार्यं न भवति, यतोहि तत्र सूत्रमासीत् गृहीज्या वयि व्यचि वृष्टति पृच्छति बृजति नाम नीति च इति आसीत्. तत्र वृश्चति इति स्थापितं, तत्र स्टिपा निर्दिष्टम् इति कृत्वा यङ्लुगन्तरूपं न भवति. अतः क्षम्यतां, यङ्लुक् नास्ति, सम्प्रसारणं न भवति इति. तत्र सूत्रेषु बहुत्र तत्र स्टिप् अपि च इका निर्दिष्टः अस्ति इति कृत्वा यत्र यत्र इका वा स्टिपा न इक् नास्ति तत्र, केवलम् अस्माकं पञ्चसु बिन्दुषु तत्र स्टिप् इति आसीत् किल. स्टिपानिर्दिष्टम् इत्युक्ते तत्र सम्प्रसारणकार्यं न भवति इति. अतः पठामि वा तत् कारिकां पठामि वा? सर्वेषां स्मान् दृष्ट्वा एव पठामि भगिनि. स्टिपा शपा अनुबन्धेन निर्दिष्टं यत् गणेन च यत्र एकाच् ग्रहणं किञ्चित् पञ्चयितानि न लि न यङ्लुकि इति. अनुबन्धेन निर्दिष्टं यत् गणेन च यत्र एकाच् ग्रहणं किञ्चित् पञ्चयितानि न यङ्लुकि इति. तर्हि अत्र तु स्टिपानिर्दिष्टमेव भवति, एकाच् इति न भवति किल. एकाच् अपि अस्ति अत्र. सकारः मूल धातोः दन्त्यसकारः पूर्वं मूले अपि व्रश् अस्ति, वकार रेफ कार अस्ति, अस्ति रेकारान्त किं भगिनि न व्रश् इति व्रश् भवति वा वृष् भवति इति? ब्रश् इति मूलधातुः भगिनि. रेफः न तु ऋकारः. अत्र ऋकारः तु सम्प्रसारणं भूत्वा ऋकारः भवति कदाचित् किटिङ् इति परे परे भवति. अत्र तु सम्प्रसारणकरे निषिद्धं भवति इति अधुनैव भगिनी स्मारितवती. ष्टिपाशप अनुबन्धेन यत् निर्दिष्टं गणेन च अनन्तरं किं यत्र एकाचिकग्रहणं किञ्चित् पञ्चयितानि नयङ्लुकि इति कारिकास्ति तेन कारणेन. तर्हि अत्र समीचीनं वा भगिनि? तर्हि अत्र अहमपि दृष्ट्वा एव उक्तवती. अहं तु सर्वदा दृष्ट्वा इदानीं नास्ति इति कृत्वा पृष्टवती भगिनि. मम स्मरणे नास्ति. शकारमूले अस्ति वा सकारमूले अस्ति? दन्त्यसकारः चकारस्य प्रभावेण तत्र श्रुत्वं कृतम् अतः व्रश्च इति धातुः. तदनन्तरं व्रश् व्रश् इति द्वित्वं कृत्वा हलादिशेषः इति अन्ये हल् वर्णाः लुप्ताः. तदनन्तरं दीर्घोकितः इति कृत्वा वा इति जातम् अतः वा व्रश्च इति धातु यङ्लुगन्तधातुः. अस्तु भगिनि, धन्यवादः भगिनि. अस्तु अग्रे अरुणा भगिनी वदति वा भगिनि लटि रूपाणि वा ब्रश् इत्यस्य? आं भगिनि, वा ब्रश् ब्रश् हि ति इति पित् अस्ति. प्रथमं सकारलोपः भवति स्कोः संयोगान्त इति सूत्रेण वा ब्रज् योगति ब्रश्च ब्रश्च ब्रज सूत्रेण जकारतने षकार आगच्छति. षकारानन्तरं भवति अत्र तिष्टुनाष्टुः इति एव अस्ति खलु? ओके, ष्टुनाष्टुः इति सूत्रेण बाभ्रष्ट इति रूपं निष्पन्नं भवति. लटि रूपाणि वदति खलु? तर्हि ति इति भवति खलु? ब्रष्टि बाभ्रष्टि बाभ्रश्च योगः इति अत्र अत्र सम्प्रसारणकार्यं न सम्भवति वा? न, अत्र सकार षकारस्थाने आगतवती न सम्प्रसारणकार्यं वृ इत्यस्य वृ इति न भवति वा इति सम्प्रसारणम् इति कृत्वा न भवति न तथा किति नीति नास्ति किं सरला भगिनी भवत्याः ध्वनिः न श्रूयते एव भगिनि. यथा भगिनी उक्तवती तत्तु यङ्ग्लुक् प्रकरणे आयाति. अधुना तु यङ्ग्लुक् प्रकरणं नास्ति खलु? अधुना तु यङ्ग्लुगन्तधातुः अस्ति, केवलं सार्वधातुकप्रक्रियानिर्माणम् अस्ति खलु? तत्रापि न भवति इति विद्याभगिनी उक्तवती वर्गे. एवं वा? अहं चिन्तितवती केवलं कितिङ्निति प्रत्यये भवति, अत्र तु स्थित् अस्ति इति कृत्वा न भवति. किन्तु यत्र तः इति भवति तत्रापि न भवति वा? सा उक्तवती यदा सा अन्यधातु प्रच् कृतवती तत्र सा उक्तवती इति न भवति अत्र. ओ ओ, अस्तु भगिनि, धन्यवादः भगिनि. ओ एवं सम्प्रसारः न भवति भगिनि सूत्रेण. अस्तु भगिनि, भगिनि केन सूत्रेण सम्प्रसारः न भवति? पूर्वं यथा अस्माभिः उक्तम् आसीत् तेन एव कारणेन इति भगिनी वदति. क्षिपा शपा अनुबन्धेन निर्दिष्टं यत् ओके आगच्छति इति अत्रापि सकारलोपः स्कोः संयोगाद्योन्तरे चैतसूत्रेण बाब्रज् योगः ब्राब्रजीति बाब्रजीति इति रूपं बाब्रज् योगः ताम् अतः अतः अत् अत्र प्रथमं शकारः अस्ति खलु, जकारः नास्ति खलु, तर्हि वावृचीति चकारः एव अस्ति खलु, वावृचीति इति भवति एव जकारः एव ब्राव्रज् एव, अतः अत्रापि सकारलोपः चुनास्तु इति सूत्रेण ब्राभ्रष्टः ब्राभ्रष्टः अति ब्राभ्रजति. भगिनी बकारः नास्ति, वकारः किल, उच्चारणे बकारः श्रूयते, वा वावृश्चीति वावृष्टः किल. किम् अत्र वृश्च दातु न धातु वाव्रजेदेव उक्तवती पुनः पूर्वम्. इदानीं सम्यक् अर्णपणि सम्यक् वदति इति अहं चिन्तयामि. वाव्रज् एव उक्तवती हेमभग्नेपि वाव्रश्च इति अस्ति खलु, वाव्र बकारः अस्ति इति नास्ति चिन्ता. मुद्द अस्माकं सर्वेषामपि पृथक् उच्चारणस्य तु भेदः वर्तते एव. अग्रे सरतु भगिनि. मध्यमपुरुष प्रष्टि अत्र प्रथमं सकारलोपः भवति स्कोः. ओ ओ, अत्र तु संयोगाद्योरन्ते चेति सकारलोपः भवति वा? आं भगिनि. ओ ओ, तर्हि अति इत्यस्मिन् अपि तथा एव भवति वा? अकृतव्यूहा पाणिनास्ति परिभाषा यदि कार्यं करोति सो शिष्यमा निमित्तं न शिष्यमाणां निमित्तम् अस्ति. तर्हि सर्वत्र सकारस्य लोपः भवति ननु? सकारस्य लोपः भवति झल् परे साधु. तत्र स्को संयोगे तस्य पूर्वं कार्यं करोति. ब्रज् योगः अस्ति वश्च ब्रश्च इति सूत्रेण चकारस्थाने शकारः आगच्छति. षडोपो न न षडोपो प्रथमं तु ब्रश ब्रश इति शकारः भवति, मूर्धन्ये शकारः चकारस्य स्थाने, तदनन्तरं चोहो कुः इत्यनेन एवं भवति. क्षम्यताम्, कुहोश्युः वा न न न चोहोः इत्यस्मिन् चकारः अपि अस्ति वा? चकार आगच्छति न भगिनि? प्रश्नः कः अपि बाधितं भवति वर्ष ब्रश अनेन कारण कि बाधितं भूत्वा भूत्वा शकारः भवति, तदनन्तरं शुत्वं भवति खलु. आम्, प्रथमं अकृतवयुः पाणिना पाणि अकृतव्यूः पाणिन्या इति परिभाषायाः शकार नास्ति, तत्र स्कोत्संयोगाद् अन्ते तस्य कार्यं भवति, अतः शकारस्य लोपः भवति इति सत्वं भूत्वा. तदनन्तरं वाव्रच् योगति भवति, इदानीं चोहोकु भाजित्वा व्रश्च ब्रश्च सृज राज ब्रज राज अनेन नूतन्यशकार आगच्छति, सो वाव्रश् इति भवति. तदनन्तरं श्नाष्टुः इति अनेन तत्र षडोकस्य द्वितीय मध्यमपुरुषेय तत्र षडोकस्य आगच्छति, तत्रैव अस्मा वयं स्थगिताः. आम्, ककारस्थाने ककार आगच्छति वृक्षि इति, तदनन्तरम् आदेशप्रत्ययोः इति भवति खलु, सकारस्य षकारः भवति. अग्रेपि वा व्रशीति शीशि इति खलु अत्र तु सखोः संयोग अद्योरन्ते चेत् तस्य प्रसक्तिः प्राप्तिः न भवति खलु शकारः अपि अस्ति अस्तु चकारः एव तिष्ठति न न न शकारस्य सकारस्य स्कोः संयोगाद्योदनन्ते चेत् तस्य प्रसक्तिः प्राप्तिः न भवति भगिनि इति कृत्वा शिव इति शकारः यत् अस्ति तद् मध्ये तु अस्ति एव भवति शकारोत्तरवती यत् शकार पूर्वं यत् शकारः अस्ति तत्तु तिष्ठति न तिष्ठति क्षम्यताम् अरुणा भगिनी सा अग्रे वदतु भगिनि अत्रापि सकारलोप चकारस्थाने भगिनि ब्रश ब्रश इत्यनेन शकारः भवति ओ शकार शकार शकारः चडोः कोः इत्यनेन ककार आगच्छति अधुना तु तः इत्यस्मात् परे तु षडोः कः सि इत्यस्य प्रसक्तिः नास्ति खलु केवलं ष्टुनाष्टुः आयाति ओ ष्टुनाष्टुः एव वाव्रष्टः इति वा व्र व्रष्टः इति भवति उत्तमपुरुषे जल्वर्णः नास्ति अकारलोपः न भवति भगिनि पश्चसूत्रेण न भगिनि जलि नास्ति जलि नास्ति ब्राभ्रश्मि ब्राभ्रश्म वावृषीमि इत्यपि या ओ इमि या इमि अपि अपि भवति धन्यवादः भगिनि अग्रे पुष्पा भगिनि वदति वा भगिनि लोट्लकार आं भगिनि स्तूतः तु तत्र वृश्च वृश्च इत्यनेन प्रथमं तु स्वः संयोगाद्योरन्ति च तदनन्तरं प्रथमः प्रथमतया स्को संयोगात्रे संयोगाद्योरन्ते च आद्योरन्ते शः तत्तु शः गच्छति लुप्तं परे वाव्रच् एव तिष्ठति वाव्रच् योगः तु अत्र चकारस्य शकारः महाप्राण शकारः आगच्छति भ्रश्च भ्रश्च इत्यनेन एते सूत्रेण अत्र वाव्रश् योगः तु अत्र वाव्रश् तु शकारस्य प्रभावेन तकारस्य तकारः आगच्छति अत्र वाव्रश् तु सम्यक् आं भगिनि वाव्रष्टु वाव्रष् तु तः न तु ईतु अस्ति वाव्रषि तु तु तः न ईतु अतु अतु अन्तु एकवारं पश्यतु भगिनि दृष्ट्वा एकनिमिष एकनिमिष एकनिमिष ईतु इति नो चेत् समयस्य व्ययनं भवति सम्यक् न उक्तं वक्तुं शक्नोमि तु तु ईतु ईतु क्षम्यता क्षम्यता तत्तु वावचि न वावृश्चीतु न नूतनकार्यं नास्ति केवलम् अन्तिमरूपं वदतु भगिनि वावृश्चीतु वावृष्टतु हि तु अत्र हूजल्भ्योर्हेर्दि इत्यनेन दकारः आगच्छति मूर्धन्य न शकारस्य स्कोः तदपि कार्यं करोति शकारस्य लोपः भवति वावृच् योगः दि चकारस्य न दकारस्य प्रभावेन डकारः न प्रथमं तु ब्रश ब्रश इति आगच्छति एव चकारः चकारः भवति भवति चकारस्य डकारः आगच्छति न डकारस्य डकारः भवति मूर्धन्य डकारः भवति डकारः शकारः अपि शकारस्य स्थाने जलां झषि इत्यनेन डकारः भवति अल्पप्राण द्वे महाप्राणडकारः न न अल्पप्राणडकारः शकारस्य स्थाने अल्पप्राणडकारः डकारस्य स्थाने महाप्राणडकारः स्थाने वावृड्ढि वावृष्टात् वावृष्टम् आमामां विस्मृतवन्तः तदर्थमेव ढी भवति इति उक्तवती किन्तु विस्मृतवती आं भगिनि ष्टुनाष्टुः इत्यनेन डकारस्य डकारः भवति मूर्धन्य डकारस्य डकारः तदेव उक्तं न न तत् सोपानं वयं पृथक्त्या न उक्तं किन्तु ढी इति उक्तवन्तः अनन्तरं डि भवति स्थाने डि भवति आनि तु वावृश्चानि वावृश्चाव वावृश्चाम सम्यक् आं भगिनि वावृश्चानि वावृश्चाव अत्र अत्र किम् अस्ति आणि इति नत्वं न भवति खलु न न अत्र चकारः अस्ति न तथैव कुप् कुप् इत्यस्मिन् अस्ति वा कपै कपै कपै शिशसर् न कपाया नास्ति कप् नास्ति कापा नास्ति चकारः न तथैव कपै शश कपै न भगिनि ककारः पकारः प ते चकारः अस्ति न चकारः धन्यवादः चकारः अस्ति अस्तु धन्यवादः भगिनि मणिमहोदय अग्रे वदति वा महोदय लङ्लकारे महोदय बाब्रेज् अत्र अडागमः भवति बाब्रेज् अनन्तरं संयोहान्तस्य च इति सूत्रेण सकारः लोपः भवति अनन्तरं जकारस्य वृश्च वृक्षस्य च तस्मात् पूर्वम् अत्र हल्याभ्योधिगच्छति उक्तं हल् इत्यनेन क्षम्यतां अप्रतवर्णस्य अतः सकारः लोपः भवति हल्याभ्योदीर्घाति समप्रत हल् इत्यनेन बाब्रेज् इदानीं संयोहान्तस्य स्कोः समयान्तस्य सूत्रेण सकारस्य लोपः भवति अनन्तरं ब्रज् इति रूपं व्रच्छ व्रज इति सूत्रेण ब्रश् सकारः भवति जकारस्य ब्रश् इति ब्रश् इति रूपं भवति जलान्तसन्ति इत्यनेन सकारस्य डकारः भवति ब्रेड् इति रूपम् अनन्तरं भावसाने इत्यनेन ट् इति अन्यरूपम् ई तु अत्र बाब्रज् सकारं चकारस्य उपस्थितौ अत्र सकारस्य शुत्वं भवति अनन्तरं जलाञ्जसि जलां झसि इति झसि नास्ति खलु महोदय ईकारः अस्ति कृत्वा किमपि कार्यं नास्ति वा केवलं वर्णमेलनमस्ति वा वृश्चीत् इति भवति महोदय क्षम्यतां महोदय अत्र ब्रज् ब्रज् इति अत्र अस्ति किल आं महोदय अत्र सकारस्य जकारस्य प्रभावेन शुत्वं भवति अहं चिन्तयामि सम्यक् नास्ति कृपया न अहं न किमर्थं जकारः भवति जलां झष् झषि इत्यनेन वा पदान्तकार्यं नास्ति खलु महोदय अत्र जशि परे अपि नास्ति खलु ईकारः अस्ति खलु परे न जकारस्य प्रभावेन सकारस्य शुत्वं भवति पूर्वम् आं पूर्वमेव शुत्वं जातं खलु वा वृष् इति एव अस्ति जकारः भवति किल वा जलं जन् जसि जनेन तालव्यसकारस्य स्थाने जकारः न भवति वा ब्रज् ईकारः अस्ति बट् ब्रज् इति एव जकारः अस्ति तर्हि मूले एव जकारः भवति स्म खलु महोदय तथा अस्ति चेत् अस्तु महोदय ब्रज् इत् इत् इति रूपं भवति वा बाब्रजीत् इति बाब्रजीत् अनन्तरं ताम् अत्रापि बाब्रश् टाम् इति रूपं भवति शृणास्तु उत्तीर्ण अनन्तरं बाब्रज्युः इति बाब्रज्युः बाब्रज् किल दातु अर्णापति बाब्रज् एव उक्तवि नौ बाब्रज् एव महोदय किं वावृच्छ अतु वावृशतु वावृश अस्तु अनन्तरं वावृश् इति अत्र अडागमः हल्याभिवृद्धिकासुसम्पृक्तेन शकारः लोपः भवति इति आसीत् खलु तर्हि वा व्रचुः इति भवति खलु व्रच्छुः इति भवति लङ्लकारे तु अवाव्रचुः इति भवति खलु अवाव्रज्जुः वेच्छुः इति चकारः भवति चकारः चकारस्य अनन्तरं मध्यमपुरुषे अडागमः भवति अनन्तरं कल्याणभवदीर्घासु दिशां चकारः लोपो भवति बाव्रज् अडागमः अबाव्रज् अत्र बाब्रज् जलांशसुन्दर चकारः तिष्ठति अनन्तरं बाब्रज् भावसने जनेन अबाब्रज् इति रूपं भवति अन्यरूपं किमर्थं महोदय प्रथमपुरुषे यथा अस्ति तथा एव अत्रापि समानं कार्यमस्ति खलु सकारस्य तु पूर्णतया लोपः भवति तदनन्तरं स्कोः संयोगाद्योरन्ते चेत् शकारस्य लोपः अनन्तरं चकारस्य किं भवति वावृषवृष इत्यनेन शत्वं भवति अनन्तरं जलां जशोन्ते इत्यनेन डकारः भवति शकारः तदनन्तरं वावसाने इत्यनेन टकारः भवति तर्हि वावृड् वावृट् इति रूपद्वयम् पुरुषे अत्रापि समानं कार्यमस्ति खलु सकारस्य लोपः अनन्तरम् अतः रूपं परिवर्तनं न भवति इति अहं चिन्तित्वा अहम् उक्तवान् अस्तु महोदय बाब्रेड् अस्ति खलु सकारस्य लोपं भूत्वा पदान्तकार्यं भवति अत्र सकारस्य लक्षणम् इति कृत्वा सदा समानरूपमेव अबाब्रेड् अबाब्रेड् इति रूपम् अबाब्रजीः अनन्तरम् अबाभ्रष्टम् अबाभ्रष्ट अम् अस्ति अबाभ्रजम् अबाभ्रवः अबाभ्रज्वा अबाभ्रज्म इति रूपं धन्यवादः महोदय धन्यवादः तत्र सर्वत्र चकारः वा जकारः किम् उक्तवान् तत्र चकारः अन्तिम वर्णः जकारः इति उक्तवान् चकारः अस्ति खलु अल्पप्राणचकारः प्रथमवर्णः अस्ति खलु चवर्गस्य प्रथमवर्णः पुनः तत्र रूपाणि वदतु महोदय उत्तमपुरुषरूपाणि उच्चारणं केषाञ्चन जनानां भिन्नं विद्यते तदर्थमेव भगिनि तथापि तत्र प्रष्टव्यं यतोहि पृच्छतु वदति अहम् उक्तवान् बाब्रज् इति बाब्रज् दातु एव उक्तवान् बाब्रज् साधु नास्ति क्षम्यतां क्षम्यतां वावृश्च उत्तमपुरुषस्य रूपाणि एकवारं वदतु महोदय, किम् उक्तवान् इति. अत्र शकारः अपि अस्ति खलु, अवावृच्छम् अवावृष्व अवावृष्व म इति. तदेव धन्यवादः. धन्यवादः भगिनी. अहं तु चिन्तितवती न भिन्नम् उच्चारणं करोति इति चिन्तितवती. महोदय विद्युलिङ्ग् अपि वदति वा महोदय? अवावृच् यात् हल् नास्ति, अतः किमपि रूपं परिवर्तनं भवति. अवावृच् वावृच्यात् वावृच्यातां वावृच्यातां वावृच्युः वावृच्याः वावृच्यातां यातं वावृच्यात वावृच्यां वावृच्याव वावृच्याम इति रूपाणि. पाप्रच् इति सरला भगिनी वदति वा भगिनि, यङ्लुगन्तधातुनिर्माणं वदति वा पाप्रच् इति? पाप्रच् प्रच् प्रच् इति संयङो प्रथमं यङ् विधानं भवति धातु एकाचलादे संहारे इति अनेन, तदनन्तरं यङ् लुकि भवति. तु यङ् लुकि भूत्वा संयङो अनेन प्रच् तस्य द्वित्वं भवति प्रच् प्रच्. तदनन्तरं शेषहलादि शेषनेन प तिष्ठति प प प्रच् दीर्घो किमपि दीर्घो कृत अनेन प प्रच् इति भवति. एकनिमिषं नो चेत् सरल हेमभगिनी रूपाणि वदति वा, लट् लकाररूपाणि, तर्हि क्रमः सम्यक् भवति भगिनि तदर्थम्. अस्तु भगिनि, तत्र इदानीं धातुनिर्माणं भगिन्या कृतं, तत्र पाप्रच् इति आगच्छति. अत्रापि समानकार्यं यथा पूर्वम् उक्तं, तत्र सम्प्रसारणकार्यं न भवति, यतोहि तत्र सूत्रे तत्र पृच्छति इति स्थिपा निर्दिष्टम् आसीत् इति कृत्वा अत्रापि सम्प्रसारणकार्यं न भवति. अत्र कारिकां वदति वा भगिनि एकवारं? हा दृष्ट्वा वदति. एकनिमिषं. स्टिपा शपा अनुबन्धेन निर्दिष्टं यद्गणेन च यत्र एकाच् ग्रहणं यत्रैकाच् ग्रहणं चैव पञ्चैतानि न यङ्लुकि. तर्हि पृच्छति इति आगच्छति सूत्रे, अतः स्थिपा निर्दिष्टं भवति. ग्रहिज्या वै वृच्छति पृच्छति बृजतीनाम्, अतः पृच्छति इति स्थिपा निर्दिष्टम् अस्ति इति कृत्वा अत्रापि सम्प्रसारणकार्यं न भवति, अतः धातुः प्रच् एव भवति. अतः इदानीं धातुः पाप्रच् इति भगिन्या तत्र निर्मितं, पाप्रच् योगः ति इति अस्ति लट्लकारे. तर्हि अत्र पाप्रच् इति अत्र तुक्सहितचकारः वर्तते, अत्र च्वोः षूडनुनासिके च इति कृत्वा तत्र तुक्सहितचकारस्य तत्र तालव्यशकारः भवति. यद्यपि वाव्र व्रश्च ब्रश्च इति सूत्रे विशिष्टेन उल्लिखितमस्ति, तथापि अत्र छ्वोः षूडनुनासिके च इत्येव वयं स्वीकुर्मः. छ्वोः षूडनुनासिके इति सूत्रं षष्ठाध्याये अस्ति, अङ्गकार्यमस्ति. अपि च व्रश्च ब्रश्च इति त्रिपाद्यां वर्तते. तर्हि छ्वोः षूडनुनासिके च इति कृत्वा तुक्सहितचकारस्य स्थाने छ्वोः षूड् अनुनासिके च, अत्र चकारस्य तुक्सहितचकारस्य स्थाने शकारः आगच्छति, अपि च वकारस्य स्थाने ऊटादेशः भवति इति सूत्रं वदति. तत्र निमित्तं तत्र त्रीणि निमित्तानि आसन् अनुनासिके परे, पुनः जलि इति जलिपदे जलिपदान्ते अनुनासिके, अपि च इतोपि एकम् आसीत् पिप्पले हा हा सत्यं हा. अत्र तु अस्माकं झलि इत्येव स्वीकुर्मः, तकारः झलि अस्ति इति कृत्वा अत्र तुक्सहितचकारस्य स्थाने अत्र तु झलि स्मिति इत्यपि अस्ति खलु? आम् आम् सत्यम्, अत्र ति इति पित् अस्ति इति वदति वा? आं भगिनि. अस्तु तर्हि अत्र तु अग्रे गत्वा तत्र पश्यामः. इदानीं तिप् अस्ति इति कृत्वा अत्र तुकार चकार तुक्सहितचकारस्य स्थाने शकारः, तालव्यशकारः, अतः पाप्रश्योगः ति. इदानीं शकारान्तः अस्ति इति कृत्वा अत्र मूर्धन्यशकारः भवति वाव्रश्च इति कृत्वा किल, तत्र वाव्रश्च व्रश्च व्रश्च तत्र किमासीत् व्रश्च व्रश्च मूर्धन्यशकारः भवति इति वा? हा सूत्रमेकवारं व्रश्च व्रश्च सृज मृज राज छशाम् इति आसीत्. अतः अत्र शकारस्य मूर्धन्यशकारः भवति. इदानीं तु श्रुत्वं भवति शकारस्य तकारस्य योगे सति तत्र तकारस्य तकारः भूत्वा पाप्रष्टि इति रूपम् आगच्छति. परन्तु यत्र ईति इति अस्ति, ईति अस्ति अत्र तु किमपि कार्यं न भवति, यतोहि ई इति झलादिः नास्ति, स्वरः अस्ति इति कृत्वा केवलं मेलनं कुर्मः, पाप्रच्छीति इत्येव भवति. अपि च यत्र तः इति वर्तते, इदानीं भवती वदति अत्र तकारः तु अपित् अस्ति, तर्हि ङित्वत् भवति इति किल? तर्हि अत्र श्वोः षूडनुनासिके च इति कार्यं भवति अत्रापि. तर्हि प्रथमं शकारादेशः भवति इत्यनेन तुक्सहितचकारस्य शकारः पुनः तदनन्तरं वृष वृष इत्यनेन शकारः भवति, अन्ततो गत्वा समानं कार्यम् अस्ति, समानमेव भवति अत्र. तर्हि पाप्रष्टः इत्येव आगच्छति. अपि च पाप्रच् अति समानम् अत्र अकारः स्वरः अस्ति इति कृत्वा केवलं मेलनमेव भवति, पाप्रच्छति इत्येव भवति. यत्र पाप्रच् योगः सि इति अस्ति, अत्र पुनः श्वोः षूडनुनासिके इति कृत्वा सकारः जलि अस्ति इति कृत्वा तालव्यशकारः, तदनन्तरं पाप्रश्योगः सि इति जातम्. इति इदानीं सकारः परे अस्ति इति कृत्वा सकारे परे शकारस्य मूर्धन्यशकारः भवति. षडोः तदनन्तरं इदानीं यदा मूर्धन्यशकारः जातः, इदानीं षडोः कहसि इति सकारे परे शकारस्य ककारः भवति. तदनन्तरम् आदेशप्रत्ययोः इति कृत्वा ककारः अस्ति इति कृत्वा ककारः सकारः योजनेन तत्र क्षि इति भवति, अतः पाप्रक्षि इति. ईषि तु तत्र किमपि कार्यं नास्ति, मेलनं पाप्रच्छीषि इति. थः थ द्वयमपि तत्र यथा पूर्वं तकारस्य कृते उक्तं तथैव अत्रापि प्रथमं तालव्यशकारः, तदनन्तरं मूर्धन्यशकारः, तदनन्तरं श्रुत्वम्, अतः महाप्राणथकारस्य महाप्राणठकारः, अतः पाप्रष्ठः पाप्रष्ठ इति भवति. पाप्रच् योगः मी मी झलि नास्ति इति कृत्वा पाप्रच्छ्मि. अनुनासिकः सम्यक् भगिनि, तदर्थमेव प्रथमम् उक्तवती तत्र निमित्तानि स्मर्तव्यम् इति, पुनः अत्र विस्मृतम्. अनुनासिकवर्णः अस्ति इति कृत्वा च्वोः षूडनुनासिके च इत्यस्य प्रसक्तिः भवति, अतः तालव्यशकारः, तदनन्तरं मूर्धन्यशकारः भवति, प्रश्च प्रश्च इति सूत्रेण पाप्रश् योगः मि इति भवति. तर्हि शकारः मि इति अस्ति, तर्हि अत्र किमपि कार्यं नास्ति, अतः पाप्रश्मि इत्येव भवति. अपि च ईमि इति अत्र अस्ति, पाप्रच्छीमि इति भवति. वः मह अत्रापि झलि नास्ति, अनुनासिकः अपि नास्ति, क्विप् नास्ति, अतः केवलं मेलनं पाप्रच्छ्वः पाप्रच्छ्मः. अत्र स्मर्तव्यं यत्र उत्तरपुरुषे वयं उत्तमपुरुषे यत्र मकारः आगच्छति तत्र अनुनासिकान्तः इति, तत्र च्वोः षूडनुनासिके च इत्यस्य कार्यं भवति. तदर्थमेव तत्र व्रश्च व्रश्च इति न कृतं, यतोहि इष्टरूपं न भवति इति कृत्वा च्वोः षूडनुनासिके इति स्वीकृतं। वर्गे तत्र एकनिमिषं महोदय, तत्र वर्गे शुकवनमहोदयेन तत्र पृष्टं किमर्थं तत्र भ्रश्च भ्रश्च इति सूत्रेण एव कर्तुं शक्नुमः इति, पूर्वं चोः षूडनुनासिके इत्यस्य किमर्थं करणीयम् इति पृष्टवान्, तदानीं विद्याभगिन्या अस्मान् स्मारितवती तत्र यतोहि इष्टरूपं न सिद्ध्यति उत्तमपुरुषे इति कृत्वा अपि च महोदय उक्तवान् सिद्धान्तकौमुद्याम् इति अपि भाष्यकार वदन्ति द्वे इति यथा भवती भगिनी उक्तवती स्वीकर्तव्यं, किन्तु तत् न एकप्रकार यदि अनुवृत्ति कृति इति तस्य एकपक्षे न स्वीकर्तव्यम् अन्यपक्षे अस्ति यत् वयं पाप्रच्छयोगः तु पृष्ठभ्रश्चेतसूत्रेण चकारस्थाने तदेव भगिनी स्मारितवती खलु, श्वोः षूडनुनासिके च इत्यनेन प्रथमं तालव्यशकारः भवति, तदनन्तरं भ्रश भ्रश इत्यनेन भ्रश भ्रश इत्यस्मिन्नपि शकारान्तानां सकारः भवति इति उक्तमस्ति। श्वोः षूडनुनासिके तुक्चयितसकारस्य अस्ति इति, श्वोः षूडनुनासिके इच्छ इत्यनेन शकारः तालव्यशकारः भवति, तदनन्तरं तालव्यशकारस्य शकारः भ्रश भ्रश इति सूत्रेण भवति, तदनन्तरं स्टुनाष्टुः इति सूत्रेण पापष्टु इति रूपं भवति, प्राप्रच् इतु वर्णमेलनमेव प्राप्रचीतु तः ताम् अत्र अपि प्रथमं केवलं क्षम्यतां भगिनि, श्वोः षूडनुनासिके चेत् इति सूत्रं तु इत्यस्मिन् सूत्रेण चकारस्थाने तालव्यशकार, तदनन्तरं वृष्टभ्रश्चेतसूत्रेण शकार पाप्रष्ट भवति स्टुनाष्टुः इति सूत्रेण तत्तु अस्ति, अत्र केवलं वर्णमेलनमेव प्रापृच्छतु अत्र लोट्लकार प्रथमपुरुषे तु अस्ति तात् अपि अस्ति प्राप्रच् योगः हि अत्र ह्यु जलभ्यो जलाभ्यो धि इति सूत्रेण हि कस्थाने धि भवति, धि कथं महा अल्पप्राण भवति भगिनि, प्रथमं तु महाप्राणधकारः एव अस्ति, अधुना तु प्राप्रच् इत्यस्मिन् श्वोः षूडनुनासिके चैतिनेन शकारः भवति, तालव्यशकारः भवति, तदनन्तरं भ्रश भ्रश इत्यनेन मूर्धन्यशकारः भवति, यदा मूर्धन्यशकारः भवति तदा तु ष्टुनाष्टुः इत्यनेन धकारस्य ढकारः भवति, अनन्तरं ढकारस्य प्रभावेण शकारस्य मूर्धन्यशकारस्य ढकारा अल्पप्राणढकारादेशः भवति, तर्हि तदपि प्रथमपृष्ट एव पाप्रष्ट प्रापृष्टां प्रापृच्छतु आनि अस्ति अत्र जलादिना अस्ति पापृच्छानि त प्रापृच्छाव प्रापृच्छाम धन्यवादः अरुणा भगिन्याः अनन्तरं पुष्पा भगिनी आगतवती पुष्पा भगिनी वदति वा भगिनि लङ्लकाररूपाणि रागमः भवन्ति पूर्वे अपाप्रच् अत्र तकारस्य लोपः भवति न भगिनि तकारस्य लोपः भवति परन्तु भ्रष्टभ्रष्ट इत्यनेन शकारः महाप्राणशकारः आगच्छति तस्मात् पूर्वं कोः संयोगाद्योरन्ते चेति भवति खलु तस्य प्रसक्तिः नास्ति भगिनि श्वः शूडन नास्ति केचित् प्रसक्तिः नास्ति जलिपि नास्ति लोपः आगच्छति सम्यक् भगिनि प्रथमसोपाने तु हल्याभ्यो दीर्घसूत्रस्य प्रक्तं हल् इति भवति खलु तथा एव तकारस्य लोपः जायते अनन्तरं श्वः षोडननासिकेच इति सूत्रं तु हल् वर्णनिमित्तिकं कार्यमस्ति खलु तस्य अधुना प्रसक्तिः प्राप्तिः न भवति तर्हि श्वः संयोगाद्योरन्ते चेत् शकारस्य लोपः भवति खलु मूले सकारः आसीत् इति कृत्वा लोपः तर्हि अनन्तरं ब्रश ब्रशेत्यनेन महाप्राणशकारः आयाति तदेव शकारः अल्पप्राणशकारः परे मूर्धनं वृष्टवृष्ट इत्यनेन अस्तु न तदनन्तरं किं भवति जलां दशोन्ते इत्यनेन शकारस्य डकारः भवति तर्हि पाप्रड् अनन्तरं वावसाने इत्यनेन पाप्रट् इति भवति साधु खलु सरलभगिनी तत्र क्लेशी सकारः एव तिष्ठति सरलभगिनीं पृच्छामि वर्गे तु अनुनासिके कृतवन्तः किमर्थं कृतवन्तः अत्र तु तकारस्य लोपः प्रथमसोपाने एव भवति खलु तर्हि तत् एकनिमिषं पुष्पा भगिनी अत्र भगिनी अत्र तकारस्य प्रथमसोपानं किम् अस्ति श्वः षोडनो नासिके इति अस्ति वा नो चेत् हल्याभ्यो दीर्घ प्रथमं तकारः अस्ति तस्य प्रभावेन छलादि अस्ति अत्र प्रथमं चोषके कस्य कारं भवति दीर्घात् इति सूत्रं नास्ति वा प्रथमसोपाने प्रथमसोपाने चोषु नासके 6-4-19 अस्ति दीर्घात् इति 6-168 प्रथमं शोः एव कृतवन्तः भगिनि वर्गे अपि तर्हि शोः भूत्वा तदनन्तरं हल्याभ्यो दीर्घात् इत्युक्ते अङ्गकार्यं कृतवन्तः तकारः अस्ति इति कृत्वा तत्र शोः इति अङ्गकार्यं भवति किल 6-4 अतः धातुमध्ये अङ्गकार्यं यत्किमपि अस्ति तत् प्रथमं करणीयम् इति कृत्वा तत्र प्रथमं शकारः आनीतं तदनन्तरं सूत्रसङ्ख्यां पश्यामश्चेत् अपि 6-4 इति अनन्तरमेव अस्ति किल किन्तु अत्र तकारः तु किम् अस्ति मितिपरे नास्ति भगिनि हा तत्र मितिपरे नास्ति स्वीकरणीयम् इति तत्र निर्दिष्टमस्ति परन्तु अस्माकं तु किङिति इति अनुवर्तनं न स्वीकुर्मः इति एवं वा अस्तु भगिनि धन्यवादः तर्हि मिति परे इति दत्तमस्ति नित् इति नित् प्रत्यये परे एव कार्यम् इति दत्तमस्ति अत्र तु अस्माकं वर्गे तु महोदयः पाठितवान् नित्ति प्रत्यये परे इति न आवश्यकं केवलं जलौ जलादि इति प्रत्यये परे इति एव स्वीकर्तव्यम् सर्वत्र श्वः षूडनुनासिके इति वयं कुर्मः प्रथमं कृत्वा अनन्तरं साधयामः तत्र साक्षात् यद्यपि इति स्वीकुर्मश्चेत् तत्रापि तित् अस्ति, तत्रापि अनुवर्तनं नास्ति इत्यपि, तथापि तत्रापि श्वोः इत्येव कार्येण तत्र अग्रे कृतवन्तः. अस्तु भगिनि, धन्यवादः. स्मारितव्यम् अधुना स्मरामि, महोदय उक्तवान् आसीत् इति न स्वीकर्तव्यम् इति. क्षम्यता मणि महोदय, अग्रे वदति वा महोदय. अहमस्मि. तत्तु परे तत्तु षकारः एव तिष्ठति अत्र भगिनि. पाप्रश् अस्ति परे. किम् अस्ति एकनिमिष भगिनि. उप्स् ईत् अस्ति तत्र. प्रापचीत् अस्ति. प्रापचीत् प्रापष्टां प्रापचुः सकारस्य लोपः अपाप्रचुः अपाप्रष्टाम् इति अडागमः. अपाप्रचुः, क्षम्यताम् अपाप्रष्टाम् अपाप्रचुः सकारस्य लोपः विसर्गः आगच्छति. अत्र सर्वे न सकारस्य जल् नास्ति, प्रथमं पूर्णतया लोपः भवति, विसर्गः न आयाति, न आगच्छति इति कृत्वा केवलं यथा एकवचने रूपं साधितवन्तः समानरूपम् अस्ति. केवलम् अन्तिमरूपं वदतु तर्हि. अपाप्रच्छम् अपाप्रच्व अपाप्रच्म. अत्र अल्पप्राणचकारः मूर्धन्यचकारः वकारः एव सर्वे तिष्ठन्ति. आं भगिनि, तिष्ठन्ति. विधिलिङ्ग् अपि वदतु भगिनि. विधिलिङ्गं तु अपाप्रच्यात् अपाप्रच्याताम् अपाप्रच्युः अपाप्रच्याः अपाप्रच्या न अकारः पाप्रच्यात् पाप्रच्यात् सरला भगिनी न उक्तं. प्रापच्यात् प्रापच्याताम् प्रापच्युः प्रापच्याः प्रापच्यातं प्रापच्यात प्रापच्यां प्रापच्याः प्रापच्यः. सरला भगिनी, किं शान्ता अभवत् भवति कृतवती उक्त्वा उक्त्वा. अस्तु मणिमहोदय, अग्रिमधातुः रूपसाधनं करोति वा महोदय? तु तात्यज् इति कृतवान् इति मन्ये. अत्र करपत्रे किमपि पठति तात्यज् त्यज् इति रूपं पूर्वम् अत्र द्वित्वं भवति. पूर्वं द्वित्वं भवति सन्यङ्गोः इति सूत्रेण द्वित्वं भवति. प्रथमं तु यङोचि इत्यनेन यङः लोपः भवति, तदनन्तरं संयोगोः इत्यनेन द्वित्वं भवति. वयं तु प्रथमस्थानन्तरं विस्मरामः. एका च अलादेः धातोरेका च अलादेः क्रियासमभिहारे यङ् इति रूपं भवति. यङ् भवति अनन्तरं सूत्रेण यङ् लुक् यङ् लुक् भवति. अनन्तरं संयोगो इत्यनेन त्यज् रूपं त्यज् सन्यङ्गोचन द्वितं भवति त्यज् इति. इदानीं हलादिशेषः इत्यनेन तकारः एव भवति. तात्याज् इति दीर्घकृतकारः अकारः तिष्ठति खलु, तकारः अनन्तरम् अकारः अपि तिष्ठति. तकारः अकारः तिष्ठति त एव अनन्तरं दीर्घकृतः इत्यनेन दीर्घं भवति. तात्याज् इति धन्यवादः, पर्याप्तं महोदय. सरला भगिनी वदति वा भगिनि लटि रूपाणि. लटि तात्यज् तत् भवति प्रथमं त्यात् अस्ति चोः कु अनेन जकारस्य गकार भवति त्यागति तदनन्तरं खलि च अनेन ककार आगच्छति इति भवति भगिनि. न न सम्यक् न श्रुतं भगिनि. तात्यग्योगः इत्यस्मिन् किं जातं? तात्यग्योगतिः चोः कु अनेन जकारस्य गकार भवति तदनन्तरं खरि चयनेन गकारस्य ककार भवति सो त्यात्यक्ति इति भवति. तदनन्तरं केवलं वर्णमेलनम् अस्ति त्यात् जीति इति भवति. यस्तः अस्ति समान सन्धिकार्यं भवति त्यक्तः त्याजति सि अस्ति पुनः चोकु खरिचरणेन त्याप्यक् भवति तदनन्तरं आदेशप्रतिवर्णेन सकारस्य मूर्धन्यसकार आगच्छति त्यात्यक्षि इति भवति. त्याजिषि तदनन्तरं त्यात्यर्थः त्यात्यर्थ त्यात्यज्मि त्यात्यजिमि त्यात्यज्वः त्यात्यज्मः. धन्यवादः भगिनि, बहु धन्यवादः. झटिति उक्तवती. क्षेमा भगिनी वदति भगिनि लोट्लकारः. आं भगिनि, तात्यज्योगः तु इति अस्ति. अत्र जकारः तकारः अस्ति, अतः चोः कुः इति कारणेन निमित्तं झलादि इति कृत्वा तत्र जकारस्य गकारः. इदानीं खरिपरे तत्र चत्वं भवति, अतः गकारस्य ककारः. तात्यक् योगः तु तात्यक् तु. तदनन्तरम् ई तु तत्र तु केवलं मेलनं. तात्यजीतु तदनन्तरं तात् इति अस्ति. तात् तात्यज् अत्र तात् इति जलादिः इति कृत्वा पुनः तत्र चोः कुः अपि च खरि च इति कृत्वा तात्यक् तात्. इदानीं तात्यक्तात् इति कुर्मश्चेत् तत्र झलां जशोन्ते इति कृत्वा तत्र तात्यक्ताद् पुनः भावसाने इति कृत्वा तात्यक्तात् इति तत्र रूपद्वयम् आगच्छति, दकारः तकारः इति कृत्वा. तदनन्तरं तः इति अस्ति, तः अपि समानकार्यं जलादिः अस्ति इति कृत्वा चोः कुः तदनन्तरं खरि च अतः तात्यक्तात्. अतु तु केवलं मेलनं, तात्यजतु. तदनन्तरं यत्र हि अस्ति तत्र हुजल्व्योहेर्धिः इति कृत्वा तत्र हि स्थाने धि, तात्यज्योगः धि. धकारः अपि झलि अस्ति इति कृत्वा पुनः चोः कुः अतः जकारस्य गकारः, तात्यग् योगः धि. इदानीं तात्यग् योगः धि इदानीं खरिपरे नास्ति, अतः केवलं मेलनं कुर्मः. तात्यग्धि इत्येव भवति. तात् यथा पूर्वम् उक्तं तात्यक्तात्, चोः कुः अपि च खरि च. तदनन्तरं तात्यक्तं त समानकार्यं, तात्यक्तं तात्यक्त. आनि आव आम अत्र केवलं मेलनमेव भवति सर्वत्र. तात्यजानि तात्यजाव तात्यजाम. भगिनि हेमा भगिनि, एकः सन्देहः अस्ति. मध्यमपुरुषे हि अस्ति किल, अत्र भवान् उक्तवती धि आदेशः इति. अनन्तरं ककारः किं भवति? जलं जर्जसि इत्यनेन तृतीयककारः न आगच्छति वा? आम् आम् आगच्छति, न उक्तवती वा? हुजल्भ्यो हेर्भिः इति कारणेन तत्र धि, तदनन्तरं चोः कुः इति कृत्वा तत्र ककारः ककारः एव भवति. तत्र तु गकारः एव तिष्ठति खलु, गकारस्य गकारः एव. यथा वयं सामान्यतया खरि च इति पुनः कुर्मः, अत्रापि गकारस्य गकारः एव तिष्ठति. जलां झष् झषि तस्यापि प्रसक्तिः प्राप्तिः भवति एव. मया न उक्तं, सम्यक् महोदय, धन्यवादः. अभवत् खलु भगिनि, धन्यवादः भगिनि. अग्रे अरुणा भगिनी वदति वा भगिनि? आं भगिनि, लङ्लकार भगिनि. आं भगिनि, प्रतिक्रमे अपि भवती एव लङ्लकारम् उक्तवती खलु? न कृतवान् न कृतवती वलङ्ग्लकार अडागम भवति अतः तज् अतः तज् अत्र हल्लाव्यो दीर्घातेन तकारलोपः भवति तज् जलां जस्ट् गकारः भवति तग् तकारस्य हल्याभ्यो दीर्घस्य प्रोक्तं हल् इति लोपः भवति अधुना पदान्तकार्यं भवति खलु तर्हि जलां जष्टि इत्यस्य कार्यं तु न भवति वा अवसाने जलां जशोन्ते इत्यनेन भवति खलु तदेव उक्तवती प्रथमं तकारलोपः हल्लाभ्य दीर्घात् सूत्रेण पदसंज्ञा भवति ततः जलां जशन्ते इति सूत्रेण जकारस्थाने गकारः खरिच इति सूत्रेण खकारः भवति खलु किमर्थं गकारः भवति गकारः खलु किमर्थं गकार केन सूत्रेण गकारः भवति जकारः एव तिष्ठति खलु ओ जकार एव तिष्ठति किन्तु चोहोकुः इति पदान्ते पदान्तकार्यं भवति खलु तत्र चोहोकुः इति पदान्तकार्यमस्ति चोहो इति किम् अस्ति पदान् जलिपदान्ते इति भवति वा पदस्य अन्ते च इति भवति इति कृत्वा पदान्तकार्यं चोहोकुः इति भवति चकारस्थाने प्रथमं ककार आगच्छति गकारः आगच्छति भगिनि गकारः तर्हि तदनन्तरं इति पुनः गकारः एव भवति तदनन्तरं वावसाने इति अत्र वर्णमेलनमेव अतात्यग् इति भवति खलु ईत् यत्र वर्णमेलनमेव अतात्यजीत् ताम् अत्र अत्रापि प्रथमं चोहोकुः इति सूत्रेण ककार आगच्छति खरिच तेन प्रथमं ककार तदनन्तरं खरिच ककार आतक्ताम् आत अस्ति चेत् वर्णमेलनेव अतक्ताम् अतक्ताच्यत् उहु इति खलु बहुवचने अतात् यजुः इति भवति खलु ओ आम् आं क्षम्यताम् उः ओके अतात्जुः मध्यमपुरुषे सकारः अस्ति अत्रापि हल्लाभ्यो दीर्घसूत्रेण सकारलोपः भवति पदसंज्ञा भवति अतात्यज् चुहुकुहूत्रेण अतात्यग् वा अवसाने इति ककार भवति अतः त्यग् ईत् ईः वर्णमेलमेव अतः त्यजीः तम् अत्रापि प्रथमं सुहोकुः इति सूत्रेण ककारः आगच्छति खरिचन ककारः भवति अत्यक्ताम् अतात्तम् अतात्तक्त अम् अस्ति वर्णमेलनमेव अतः त्यज्यम् अतः त्यज्म धन्यवादः पुष्पा भगिनी वदति वा भगिनि अग्रे क्षम्यतां भगिनी एव अत्र विधिलिङ्ग् अपि वदतु भगिनि ओके तातज्यात् तातज्यातां तातज्युः तातज्याः तातज्यातं तातज्यात तातज्यां तातज्याः तातज्याम् धन्यवादः भगिनि पुष्पा भगिनी वदति वा भगिनि बाब्रज् इत्यस्य व्यङ्ग्लुगन्तरूपनिर्माणं अत्र बाब्रज् केवलं ब्रज् इति दातुं पेज् वदतु भगिनि, तावदेव खलु, अत्र तु रूपसाधनमेव दातोरेखाचौ क्रियासमभिहारे यङि तेन यङ्विधानं बाब्रश्च यङ्लुकि इत्यनेन न अहं वदामि, शृणोतु तर्हि. ब्रज् इति धातुः अस्ति, धातोः रेखाचौ क्रियासमभिहारे यङ् इत्यनेन हलादेः क्रियासमभिहारे यङ् इत्यनेन यङ् विधानं भवति. तदनन्तरं यङोचीच इत्यनेन यङः लुक् भवति. अनन्तरं संयङोः इत्यनेन द्वित्वकार्यं भवति. तर्हि ब्रज् अत्र तु एकाच् अस्ति इति कृत्वा ब्रज् ब्रज् इति भवति. हलाद् किमस्ति एकाचो हलादे किमस्ति एकाचे द्वे प्रथमस्य एकाचो द्वे प्रथमस्य इत्यनेन किमस्ति ब्रज् ब्रज् इति भवति. तदनन्तरं हलादिशेषः इत्यनेन बब्रज् इति भवति, बब्रज् इति भवति. तदनन्तरं किं भवति अत्र किमस्ति कुहोश्युः इति भवति. किमस्ति अत्र अभ्यासे चर्चा इत्यनेन बब्रज् इति भवति. तदनन्तरं दीर्घोकितः इत्यनेन बाब्रज् इति भवति. सरला भगिनी अत्र सरला भगिनी वक्तव्यं वा अत्र लोट्लक् लट्लकारं वक्तुं मणिमहोदय उक्तवान् वा अस्मिन् क्रमे तु न उक्तवान् खलु मणिमहोदय वदति वा क्षम्यताम् अहं तु विस्मृतवती लट्लकारं वदति वा अस्तु महोदय इदानीं रूपं भवति बाब्रज् बाब्रज् अस्ति अत्र शकारस्य अत्रापि पुनः चोः अत्रापि स्कोः संयोगाद्योरन्ते चेति भवति खलु स्कोः संयोगदन्तस्य च इत्यनेन अत्र शकारः लोपो भवति बाब्रज् इदानीं वृषराज दशाम् इति सूत्रेण अत्र शत्वं भवति सम्यक् महोदय बाब्रश् इदानीं तकारः अस्ति शृणाश्रुः इत्यनेन तकारस्य स्थाने टकारः भवति अतः बाब्रश् टि इति रूपं बाब्रजीत् इति अनन्तरं द्विवचने बाब्रष्टः बाब्रज् अदि अनन्तरम् अधिमपुरुषे सि अस्ति अत्रापि स्कोः समयः वर्तन्ते चेत् सूत्रेण सकारः लोपो भवति अनन्तरं जकारस्य प्रस्य वृज सृज राज च साम् इति सूत्रेण शकारः आदेशः अतः षडोहोकः अस्ति इति रूपं चकारस्य ककारः भवति अनन्तरम् आदेशे प्रत्ययो भवति इत्यनेन सकारस्य षत्वं बाब्रक्षी इति रूपं भवति बाब्रजीत् इति अत्र बाब्रजीत् भवति तत्र तु सकारस्य जकारः भवति पूर्वं महोदयेन उक्तमासीत् खलु इत्यनेन सकारस्य अत्र जकारः भवति क्षम्यतां जलां जषि इत्यनेन सकारस्य जकारः भवति तर्हि बाब्रजीत् इति भवति क्षम्यतां बाब्रजीषि इति भवति सूत्रं निमित्तातु मत्वा कृतवान् पुनः पूर्वं अत्र सकारस्य सुस्तं भवति अनन्तरं सूत्रेण ब्रज् इति बाब्रजीषि इति रूपं बाब्रष्टः बाब्रष्ट इति अनन्तरं मी अस्ति अत्र बाब्रज् बाब्रजि बाब्रजि मी इति रूपं भवति बाब्रजि बाब्रजि मी अनन्तरं बाब्रज् बाब्रजि बाब्रज् वः बाब्रज् मह इति रूपाणि. धन्यवादः महोदय. सरला भगिनी लोट्लकार रूपाणि लोट्लकार अपि प्रथमं आद्यन्ते च इति सूत्रेण सकारस्य लोपो भवति. बाब्रज् योग तु इति आगच्छति. तदनन्तरं ब्रश्च ब्रश्च च राजमज राजश्च अनेन मूर्धन्यशकार आगच्छति. सो बाब्रश् तु इदानीं श्नाश्चुः अनेन बाभ्रष्टु इति भवति. यत्र इतु अस्ति तत्र सन्धिकार्यमस्ति वर्णमेलनं सन्धिकार्यं भूत्वा बा प्रथमं बाश्नाश्चुः अनेन सकारस्य शकार तालव्यशकारः भवति. बाभ्रश्च भवति. तदनन्तरं चलाञ्चि अनेन जकारः आगच्छति. बाभ्रज् भवति. बाभ्रजितु इति भवति. तात्र अस्ति तत्र समान प्रक्रिया संयोगा राधान्ते च अपि वर्षभ्रचनेन भाभ्रष्टात् तद् अन्ते तकार अस्ति. तद् तकारस्य जलाङ्गशुन्तेन रूपं भाभ्रष्टाद् अपि भवति. भाभ्रष्टाद् भाभ्रष्टां भा तु तदनन्तरं तत्र अपि सन्धिकार्यं भाभ्रजतु समानकार्यं यथा पूर्वम् उक्तवान् भाभ्रश्चोगहि. अत्र ऊचोहेदि अनेन हकारस्य धकारः भवति. भाभ्रश्चोगधि कोसंयोगान्ते अपि भ्रष्टभ्रष्टनेन भाभ्रश्योगधि अस्ति. षड् अधि जलान् चषि अनेन षकारस्य धकारः भवति. भाभ्रश्चोगधि ष्णाष्टौ अनेन धकारस्य ढकार बाभ्रद्धि इति रूपं भवति. बाभ्रष्टात् बाभ्रष्टं बाभ्रष्ट आनि तत्रापि सन्धिकार्यं दत्ता पूर्वं बाभ्रजानि बाभ्रजाव बाभ्रजाम. धन्यवादः भगिनि. कस्य क्रमः अस्ति अग्रे? हेमा भगिनि. हेमा भगिनि भगिनी अहं मन्दं वदामि. सरला भगिनी तु बहु झटिति झटिति उक्तवती. मया किञ्चित् चिन्तनीयम् अत्र. अबाभ्रज् इति इदानीं धातुः अस्ति अडागमः भूत्वा. अत्र अबाभ्रज् योगः तकारः. इदानीं स्कोः संयोगाद्योरन्ते च यतोहि तत्र निमित्तं किम् अस्ति तत्र स्कोः संयोगाद्योरन्ते च जलिपदान्ते इति. सरि तत्र संयोगः वर्तते अपि च तकारः जल्वर्णः इति कृत्वा तत्र सकारस्य लोपः. अतः अबाभ्रज् योगः तकारः. इदानीं ब्रश्च ब्रश्च सृजमृजयाजराजच्छशाम् इति सूत्रेण जकारस्य मूर्धन्यशकारः. अतः अबाभ्रश् योगः त. इदानीं ष्टुत्वं भूत्वा तकारस्य ठकारः. तकारस्य स्तुत्वं भूत्वा तत्र टकारः भवति. तर्हि अबाब्रश् न क्षम्यतां तत्र हुजल् हल्ङ्याभ्यो सूतिस्य कृतं हल् इति कृत्वा तकारस्य लोपः अभवत्. यदा तकारस्य योजनेन तत्र इदानीं पदसंज्ञा जातम् अत्र. अतः अबाब्रश् इति आसीत्. इदानीं शकारस्य डकारः यतोहि तत्र जलां जशोन्ते इति कृत्वा पदसंज्ञा अस्ति इति कृत्वा शकारस्य अल्पप्राणडकारः अबाब्रड् इति. तदनन्तरं वावसाने इति कृत्वा डकारस्य टकारः अपि. तर्हि प्रथमं जलां जशोन्ते तदनन्तरं वावसाने इति कृत्वा अबाब्रड् अबाब्रट् इति रूपद्वयं. यत्र ईत् इति अस्ति अत्र तु अबाब्रश्च योगः ईत्. अत्र ई इति जलादिः नास्ति अतः सकारस्य लोपः न भवति. तत्र श्चुत्वं कर्तुं शक्नुमः किल, तर्हि सकारस्य तालव्यशकारः अबाब्रश्च, अबाब्रश्च इदानीम् अबाब्रश्च प्रश्च, तदनन्तरं शकारस्य झलां झषि इति कृत्वा शकारस्य जकारः भवति, अबाभ्रज् अबाभ्रज् योगः ईत् अबाभ्रजीत् इति भवति. तदनन्तरं ताम् इत्यत्र अस्ति, तत्र तां पुनः जलादिः अस्ति इति कृत्वा सकारस्य लोपः स्पोः संयोगाद्योरन्ते च, अबाभ्रज् योगः ताम्. तदनन्तरम् अबाब्रश् षत्वं भवति जकारस्य व्रश्च ब्रश्च सूत्रेण, अबाब्रश् योगः तां, ष्टुत्वं भवति अतः टकारः, टकारस्य टकारः अबाब्रष्टाम् अबाब्रष्टाम् इति. अबाब्रश् योगः उः, अत्र तु अबाब्रश् योगः उः, अत्र ष्टुत्वं कृत्वा जलां झषि इति कृत्वा अबाब्रज् इति जकारद्वयम् एव, तत्र जकारद्वयम् आगच्छति खलु, सकारजकार तत्र तु सकारस्य लोपः न भवति, परन्तु सकारस्य तत्र अष्टुत्वं कार्यं करोति. सकारजकारमध्ये सकारस्य शकारः भवति, तदनन्तरं शकारस्य जलां झषि इति कृत्वा जकारः भूत्वा बाब्रज्जुः इति भवति. तदनन्तरम् अबाब्रज् योगः सकारः अस्ति, हल्याभ्यूस्य कृतं हल् इति सकारस्य लोपः, अपि च तत्र सकारः झलादि आसीत् इति कृत्वा सकारस्य अपि लोपः भवति. तर्हि अत्रापि समानकार्यं यथा पूर्वम् अबाब्रज् तदनन्तरं जकारस्य शकारः ब्रश्च ब्रश्च इति सूत्रेण अबाब्रश्, तदनन्तरं शकारस्य डकारः भवति पदान्ते अस्ति इति कृत्वा झलां झषन्ते, तदनन्तरं वावसाने इति कृत्वा अबाब्रड् अबाब्रट् इति रूपद्वयं. तदनन्तरम् ईहि इति अस्ति, तत्र तु यथा पूर्वमुक्तम् उः कृते तथैव अत्रापि श्चुत्वं तालव्यशकारः, तदनन्तरं झलां झषि इति कृत्वा शकारस्य जकारः अतः अबाब्रज्जीः इति, तं त द्वयमपि तत्र झलादिः अस्ति इति कृत्वा सकारस्य लोपः, तदनन्तरं जकारस्य शकारः, ष्टुत्वम् अभाब्रश् अभाब्रष्टम् अभाब्रष्ट इति. अम् अत्र अत्रापि ष्टुत्वं तदनन्तरं श्चुत्वं तदनन्तरं किम् उक्तवती तत्र शकारस्य शकारस्य जकारः जष्टं जलां जष्टसि अतः अबाभ्रज्झम् अबाभ्रज्व अबाभ्रज्म सर्वत्र तत्र झकारद्वयं तिष्ठति. विधिलिङ्ग् तु अत्र केवलं विधिलिङ्ग् अपि यात् याताम् इति सर्वत्र तत्र यकारः तु झलि नास्ति, परन्तु श्चुत्वं तु भवति. तर्हि अबाब्रश्च अबा सकारस्य शकारः शकारस्य झकारः इति कृत्वा अबाभ्रज्यात् किं नास्ति बाब्रज्यातां बाब्रज्युः बाब्रज्याः बाब्रज्यातं बाब्रज्यात बाब्रज्यां बाब्रज्याव बाब्रज्याम. धन्यवादः, तर्हि जातमिति मन्ये, विरमामः. अस्तु, धन्यवादः. धन्यवादः.